पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 71 व्यास उवाच अथान्यो नमुचिक्रुद्धस्यन्दनस्थो दिवौकसः विशिखैरर्दयामास घोरैराशी विशोपमैः ततस्तु संयुगे देवासिद्धकिन्नरपन्नगाः न शक्नुवन्ति बाणानां वेगं सोढुं समं ततः रथमुच्चैश्रवोश्वेन युक्तं मादलिनेरिदं पुरुहूदसमास्ताय प्रागमत्तं महाबलम् दृष्ट्वा शक्रं महावीर्यं नमुचिर्दैत्यपुङ्गवः अब्रवीद्वासवं संख्ये वचनं सानुगं तदा प्राकृतं निर्जरं हत्वा न यशोऽस्ति न च प्रियं न लाभकृतकं वापि न जयस्तु पुरुष्टुता तस्मात्त्वयि हदेत्रैव सर्वं भवति शाश्वतं देवराज्यं प्रलप्स्यामि सुखं भोग्यं सुरालये तमब्रवीन्महातेजाश्चक्रपरपुरञ्जयः शूरदावाक्यमात्रेण सर्वत्र सुलभा भवेद महापराक्रमं यद्वा अस्ति ते दानवाधमा दर्शयस्वाकवे वीर्यं पुरं नेष्यामि भास्करेः येदच्छ्रुत्वा महातेजाश्चुकोप दैत्यपुङ्गवः पञ्चभिर्निशितैर्बाणैर्जखान सुरसत्तमम् तांस्तु चिच्छेदमखवा क्षुरप्रै पञ्चभिर्धृतं जग्मदुस्तौ महावीर्यौ समरे विषयैषिणौ अन्योन्यं सहसा वेगाच्चरैश्चिच्चिददुःशरान् बिभिदातेध गात्राणि विशिखैर्भिदुरोपमैः अत्यपूर्वं कृतं कर्म ताभ्यामेव रणे भृशं लाकवं शरसन्धानग्रहमोक्षं सुदुर्लभम् दृष्ट्वा तु विस्मयं जग्मुर्देवासुरगणास्तदा यदस्मिन्नन्तरे दैत्यो माया सम्प्रमुमोचः विशिखाशदशस्तत्र विनिश्चेरुसमं तदः शक्रकोपात् पुनः शीघ्रं धनुरुद्यम्य वीर्यवान् जखानविशिखैरुग्रैः सर्वगात्रेषु संज्वलन् तदो मार्गणसाहस्रैरष्टभिस्त्वधिकं तथा बिभिदादे तदोऽन्योन्यं चिच्चिदादे परस्परं शरैर्निरन्तराकाशं ददृशुस्तत्र संयुगे निपतन्ति धरापृष्ठे खड्गपादैः सहस्रशः एवं सुदीर्घकाले तु गदे तस्मिन्महाहवे मायास्त्रं दर्शयामासक्रूरकृन्नमुचिस्तदा तामसं त्रिषु लोकेषु कृतं स्यात्तु निरन्तरं परस्परं न पश्यन्ति देवासुरगणाभृशम् सूर्य चन्द्रग्रहाणां च वह्नीनां च दिवौकसां तस्मिं स्तमसि दुष्पारे गभस्तिर्नैव दृश्यते दैत्यस् यस्य च ततस्तूर्णं शरैराग्निशिखोपमैः विभग्नाः सर्वदेवाश्च शक्रश्चरणसम्मुखे शरैर्विभिन्नदेहास्तु निपेदुर्धरणीतले प्रभन्नाश्च परे शूरासं यां दिच दिशो दश कूडं तस्य परिज्ञाय सर्वदेवार्चितो हरिः सौम्यमस्त्रं मुमोचाध दिवि सूर्यशदप्रभं विलम्बितं समालोक्य शक्रिया च बहुखण्डया जखानोरसि दैत्यस्य सपपादव्यधान्वितः चिरात् संलभ्य संज्ञां च दैतेयक्रोधमूर्च्छितः गत्वा वेगासुरश्रेष्ठमैरावदं दधारः त्रासयामास सुधरामिन्द्रस्य द्विरदं रुषा धृत्वा स तु गजं सेन्द्रं मुमोच धरणीतले ततो भूमि गदशक्रकश्मलं चक्षणं गदः अवप्लुत्य स दैत्येन्द्रो गजदन्तान्तरस्थितः शक्रं गृहीतुकामस्य वधार्थं यूधपस्य सः असिनासुरमुख्यस्य शिरश्चित्त्वान्यपादयद सर्वे प्रजहृषुर्देवा गन्धर्वा ललितं जगुः मुदितास्ते च मुनयस्तुवन्ति सुरसत्तमम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे नमुचि वधो नामैक सप्ततितमोऽध्यायः ओम्।